अस्तु, तर्हि अस्माकं अत्सन्धिविषयः प्रवर्तमानः अस्ति. अत्र किञ्चित् पुनस्मरणं कुर्मः. क्रमेण सन्धिविषये कीदृशं लक्षणं भवति प्रत्येकं सन्धेः, अत्सन्धेः विषये, नाम तत्र पूर्वपरयोः स्थाने अथवा एकस्य स्थाने पूर्वस्य स्थाने अन्तरस्य स्थाने इत्यादिकं वक्तव्यमस्ति, अपि च निमित्तम्. उदाहरणार्थम् अत्र पश्येम, अधुना जगन्नाथमहोदय तत्र अकः, तत्र सवर्णदीर्घसन्धिः तत्र तस्य लक्षणं किम्? इति यत्र भवन्ति तत्र यदि आकारयोः तादृशं समान स्वराः यत्र स्वरौ यत्र भवन्ति भवतः ते तत्र दीर्घसन्धि एव आदेशः इति. हा हा, बहु समीचीनमस्ति. तत्र एकस्य वर्णस्य स्थाने अथवा द्वयोः? द्वयोः स्थाने. हा, द्वयोः स्थाने, बहु समीचीनमस्ति. पूर्वपरयोः स्थाने इति सवर्णदीर्घसन्धिः. तादृशं चिन्तनम् अपेक्षितम् इदानीं. तर्हि इदानीं गुणसन्धिः राजेन्द्रमहोदय वदति वा? आम् आं महोदय, अत्र गुणसन्धेः किमस्ति, अत्र अच् परे अवर्णात् परे अचि पूर्वपर्यस्थाने गुणसन्देशः भवति. गुणसन्देशः इत्युक्ते ह्रस्वकारः, एकारः, ओकारः. फलितार्थः तु इकः एव अस्ति, यथा अखसुवर्णदीर्घः, तत् तु सुवर्ण अच्छा अस्ति, तथा दीर्घोत्तमं भवति. वृद्धिरेचि तस्य अपि अपवादः, तत्र तु एचि अन्तर्भूतः ये वर्णाः सन्ति ते आगत्य तत्र वृद्धिसन्धि भवति. एकारः औकारः भवति. तत् कारणात् अत्र आद्गुणे एकः फलितार्थः एव अस्ति, तत् अवर्णात् परे. अस्तु, समीचीनमस्ति. तर्हि पूर्वं कीदृशवर्णः भवेत्? पूर्वं अकारः आकारः भवेत्. तदनन्तरं एकप्रत्याहारे पूर्वम् अकारः, ह्रस्व अकारः अथवा दीर्घ आकारः, अकारः आकारः वा भवेत् पूर्वम्. आम्. अनन्तरं कः वर्णः भवेत्? एक प्रत्याहारे अन्तर्भूतः ये वर्णाः सन्ति, इ उ भवेत्, तत् गुणकार्यं भवति. अयोग इ ए भवति, अयोग अथवा योगः उ अथवा उ अस्ति, ओ भवति, तत् अथवा आ योग ऋ भवति, अर् भवति, अयोग अथवा आ योग लृ अल् भवति. हा, बहु समीचीनमस्ति. अस्तु, सम्यक् सम्यक्. सुमित्रा भगिनी, वृद्धिसन्धिः. महोदय, वृद्धिरादेश इति वृद्धिसंज्ञा अस्ति. आकार एकार ओकार वर्णानां वर्णयोः ऐ औ आर् अल् इति ते इति प्राप्नुवन्ति. पूर्वपरयोः वर्णयोः स्थाने यदि आदेशः भवन्ति. अत्र पूर्वं कः वर्णः स्यात्? पूर्वं अनन्तरं कः वर्णः स्यात्? एच् अत्र सम्यक्तया अवगन्तव्यमस्ति, यतोहि इदानीं किमुक्तं भवत्या किमुक्तं तत्र आर् आल् इति मया श्रुतमासीत्, अतः अत्र सम्यक्तया अवगन्तव्यमस्ति. तत्र अवर्णात् एचि परे एच् प्रत्या प्रत्याहारे के वर्णाः अन्तर्भूताः? ए ओ ऐ औ इति एव वृद्धिसन्धिः. इति एव वृद्धिसन्धिः अस्ति. हा, अतः अयोगः ए इत्यनेन कः वर्णः भवति? अयोगः ए ऐ भवति. आयोगः ए ऐ एव. हा, अयोगः ओ आयोगः ओ वा आयोगः ओ औ भवति. औ, हा, अयोगः ऐ आयोगः ऐ ऐ. अपि च तत्र आयोगः औ औ इति एव अस्ति. तावत् एव वृद्धिसन्धिः अस्ति. नाम यत्र ऋकारः अस्ति आकारः योगः ऋकारः कृष्णऋकारः किं भवति? आर् आर् आर् इति वा? आर् इति तु न भवति. इति तत्र आर् इति कुतः नाम कः सन्धिः अस्ति? आकारः योगः ऋकारः. सुब्रह्मण्यं महोदय तत्र साहाय्यं करोति वा? अकारयोगः ऋकारः अत्र अत्र अवर्णात् आकारयोगः ऋकारः अत्रापि गुणसन्धिः एव महोदय. अत्र अतः प्रथमं तु गुणसंज्ञकवर्णः अ आगच्छति, अनन्तरं ऋकारात् कारणतः अत्र ऋकारस्य कारणेन अत्र आ आगच्छति, अतः स च अर् भवति उरन् रपरः इत्यनेन. अतः फलितं तु अर् एव अत्र. समीचीनमस्ति, अर् इति एव अस्ति. बहु समीचीनमस्ति, मनसि भवेत्. परन्तु तत्र हरि ओम् एकनिमेषः. वृद्धिसन्धिः वृद्धिसन्धिः सीमितः अस्ति खलु, सर्वे जानीयुः. वृद्धिसन्धिः सीमितः अस्ति केवलम् एच् प्रत्याहारे अन्यतमः वर्णः अनन्तरम् अस्ति चेत् वृद्धिसन्धिः. तत्र ऋकारस्य तादृशं नास्ति खलु. तत्र हरीश महोदय तत्र विशिष्टपरिस्थितिं वक्तुम् इष्टवान् वा? एवं, तत्रापि आर् अपि भवितुमर्हति, परन्तु यदि अकारान्तात् उपसर्गः अस्ति तस्मात् परतः यदि ऋकारादौ धातौ अस्ति चेत् तत्र आर् इति भवितुमर्हति. इति भवितुमर्हति न भवति एव. इति सत्यं, तत्र विशिष्टपरिस्थितिः अस्ति, अतीवविशिष्टपरिस्थितिः अस्ति. तत्र विसर्गः अस्ति चेत् अपि च ऋकारादिधातुः अस्ति चेत् तदानीं, नो चेत् न. अस्माकं साधारणपरिस्थितिः इति नास्ति खलु. तर्हि वृद्धिसन्धिः सामान्यज्ञानमस्ति यत् केवलम् एच् प्रत्याहारः परः वर्णः खलु. सुमित्रभगिनी स्पष्टं स्यात्? अस्तु अस्तु, बहु समीचीनमस्ति. वृद्धिसन्धिः नाम एतादृशं निमित्तं अत्र सुमित्रभगिनी, अत्र एकस्य वर्णस्य स्थाने अथवा पूर्वपरयोः इति अस्ति? पूर्वपरयोः वर्णयोः स्थाने आदेशः. बहु समीचीनमस्ति, एतादृशं ज्ञानं भवति, अस्माकं दोषः न कदापि भविष्यति. अस्तु, अग्रे गच्छेम. इदानीं यणसन्धिः, यणसन्धिः रत्ना भगिनी वदति वा? आं महोदय, यण्सन्धिस्थाने इकः इत्युक्ते इ ऊरु, अनन्तरं असमानस्वरः अच् अच् अस्ति चेत्, असमान अच् अस्ति चेत् तत्र इकः स्थाने यण् आदेशः भवति. इत्युक्ते य वर आदेशः भवति, स्वरः तथा एव तिष्ठति. पूर्वपरयोः अति अस्ति वा? न, पूर्वपरयोः न, इकः स्थाने यण् आदेशः भवति. तत्र तदनन्तरं यत् यः अच् वर्णः अस्ति सः यथावत् तिष्ठति. बहु समीचीनमस्ति. अस्तु अग्रे विद्या भगिनी, अस्माकं यान्तमातादेशसन्धिः. यदि यचो वायवः इति सूत्रं, यदि यचः प्रथमे अस्ति चेत् यच् प्रत्याहारे ए ओ ऐ औ इति वर्णाः सन्ति. तदनन्तरम् अच् अच् वर्णः सर्वे स्वराः अस्ति चेत् तदा क्रमेण यचः स्थाने ऐ औ आय् आव् इति आदेशः भवति. केवलं प्रथमस्थाने आदेशः भवति, द्वयोः स्थाने न. नास्ति. बहु समीचीनमस्ति. अत्र पूर्वपरयोः इति अस्य अनुवृत्तिः नास्ति. अस्तु, बहु समीचीनमस्ति. अग्रे अग्रे गच्छेम. तर्हि अधुना हरीशमहोदय वदति वा तत्र पूर्वरूपसन्धिः वा? पूर्वरूपसन्धिः खलु. एवं तत् एचो यवा यावः इति यान्तवन्तदेशसन्धेः अपवादः भवति. एङ्गः पदान्तादति इति सूत्रेण विधीयते अयं नियमः. किम् इत्युक्ते तत्र पदान्ताद् एङ्गः अतिपरे तत्र पूर्वपरयोः स्थाने पूर्वरूपः आदेशो भवति. एङ् इत्युक्ते एवोङ् इति वर्णद्वयं तत्र अन्तर्भवति. एओ बहु समीचीनमस्ति. तर्हि ऐ औ इति अत्र न भवति, ऐ औ. एवं सत्यं. पदान्तात् एङ् वर्णात् ए ओ इति पदान्ते अस्ति चेत् अपि च कीदृशवर्णः अनन्तरं भवेत् तत्र अतिपरे इत्युक्ते केवलं ह्रस्व अकारः. ह्रस्व अकारः इति विशिष्टपरिस्थितिः अस्ति खलु. सर्वेषाम् अभिज्ञानं भवेत्, अभिज्ञानं भवति. एकम् उदाहरणं वदति वा? एवं रामः अपि तत् रामो अपि रामोऽपि इति भवति. रामो इति प्रथमस्य पदस्य अन्ते ओकारः अस्ति, अपि च तत्र अकारः अग्रे भवति. अनन्तरं पूर्वपरयोः स्थाने पूर्वरूपः, यतोहि तत्र ओकारः आदेशः स्यात्, तदेव रामोऽपि इति रूपं सिद्ध्यति. समीचीनमस्ति. पूर्वरूपसन्धिः तत्र पूर्वपरयोः इति अस्ति. तर्हि रामो, अत्र विसर्गसन्धिः प्रथमतया भवति, अनन्तरं द्रक्ष्यामः. तत्र राम इति अस्ति, रामः इति अस्ति, रामो इति भवति. रामो ओकारः पदान्ते अस्ति, अग्रे अपि अकारः, ह्रस्व अकारः अत् इत्यनेन ह्रस्व अकारः इत्यस्य सङ्केतः. तर्हि ओकारः पदान्ते अस्ति, नो चेत् ओकारः अकारः, किं भवति स्म अत्र? एचो यवायावः. कः आदेशः? अवादेशः भवति तत्र. अवादेशः, अव् इति आदेशः भवति तत्र. बहु समीचीनमस्ति. अव् इति आदेशः भवति स्म, किन्तु यतोहि पदान्ते अस्ति अतः तत्र एचो युवायावः इति सूत्रं प्रबाध्य एङः पदान्तादति इति सूत्र इति सूत्रेण कार्यं भवति. बहु समीचीनमस्ति. अस्तु, पदान्ते एकारः इत्यस्य उदाहरणम् अन्यत् अन्य कोऽपि उदाहरणं ददाति वा? एकारः पदान्ते ए अपि, के योगः अपि, शब्दः कः पुनः वदतु? के योगः अपि केपि हा के के हा कः इत्यस्य बहुवचनान्तरूपम् अस्ति के अपि तत्र पदान्ते अस्ति के एकारः इति कृत्वा तत्र किं भवति स्म? तत्र पूर्वरूपसन्धिः भवति के अपि किन्तु किं भवति स्म? तत्र एकार आकार द्वयोः स्थाने एकारः आदेशः भवति इति अस्ति इति अस्ति किन्तु किं पदान्ते यदि न स्यात् इदानीं यान्तवान्तदेशसन्धिः भवति हा तर्हि किं भवति स्म अत्र? एकारस्य स्थाने ऐ भवति तदा हा इति अस्ति इति अस्ति अत्र एचो यवायावः इति कार्यं कर्तुम् उद्युक्तमस्ति सिद्धमस्ति तस्य प्रसक्तिः अत्रापि अस्ति किन्तु पदान्ते अस्ति इति कृत्वा तादृशं कार्यं नास्ति अस्तु तर्हि अग्रे गच्छेम पररूपसन्धिः पररूपसन्धिः अजय महोदय वदति वा? आं महोदय बुद्धिसन्धि अपवादः अकार योगः एकारः आदेशः पूर्वपरयोः स्वरयोः स्थाने परस्वरः आदेशः हा अत्र पुस्तके किम् उदाहरणं दत्तमस्ति? उपयोगः ओषति उपोषति हा उपोषति इति उदाहरणमस्ति समीचीनं तत्र कः सन्धिः भवति स्म पुनः? पररूपसन्धिः भवति कः सन्धिः भवति स्म? वृद्धिसन्धिः अकारः योगः ओकारः औकारः आदेशः औकारः इति भवति स्म किन्तु अत्र किं वैशिष्ट्यमस्ति यस्मात् वृद्धिसन्धिः न भवति? नाम वैशिष्ट्यं भवता उक्तमेव वैशिष्ट्यं किमस्ति किमर्थं विद्यरेचि न भवति? अजय महोदय अस्ति वा? क्षम्यताम् अस्ति अत्र किमर्थं विद्यरेचि न भवति? हा बालसुब्रह्मण्य महोदय वदतु अत्र प्रथमवर्ण उपसर्ग उपसर्ग अस्ति चेत् तदनन्तरम् एकारादिधातु संयोगेन तिष्ठति हा धातोः आदौ किं भवेत्? एकारादि एकारः अथवा एङ् इति अस्ति खलु तादृशधातुः भवेत् यस्य आदौ एकारः अथवा ओकारः ओकारादि स्यात् अपि च उपसर्गस्य अन्ते कः वर्णः स्यात्? अन्त उपसर्गः अकारान्त उपसर्गः इति हा यथा प्र अथवा उप इति उदाहरणद्वयम् अत्र दत्तमस्ति तस्यां दशायां यद्यपि विद्युरेचि इत्यस्य प्रसक्तिः अस्ति तथापि तत् सूत्रं प्रबाध्य अत्र परूपं पररूपसन्धिः भवति अपि च अपवादाः सन्ति तान् वयं परिशीलितवन्तः इदानीं पुनःस्मरणत्वेन न अपेक्षितमस्ति इदानीं प्रकृतिभावः प्रकृतिभावः तत्र काठिन्यं नास्ति किमपि वस्तुतः श्रीनिवासमहोदय किञ्चित् वदति वा प्रकृतिभावः इत्युक्ते चतुर्थधाम इत्युक्ते तदेव तिष्ठति महोदय, उदाहरणं राजा योगा ऋषि यदा भवति राजा ऋषि सम्भवति महोदय. हा हा हा सत्यम्. अस्माकं करपत्रे किं लिखितमस्ति एकवारं निमित्ते सत्यपि निमित्ते सत्यपि सन्धिकार्यभावः प्रकृतिभावः. इति स्वभावेन अवस्थितिः प्रकृतिभावः इति अर्थः. अस्तु, समीचीनमस्ति. इदानीं प्रश्नः आगतः आसीत् गतसप्ताहे प्रकृतिभावः सन्धिः अस्ति न वा इति. संस्कृतभारत्याः कथनम् एवमस्ति यथा लिखितमस्ति, तत्र निमित्ते सत्यपि सन्धिकार्याभावः, नाम सन्धिः न भवति इति कृत्वा प्रकृतिभावः इति पाठ्यते संस्कृतभारत्यां. वस्तुस्थितिः अत्र सन्धिशब्दः, सन्धिशब्दस्य कृते अष्टाध्याय्यां संज्ञासूत्रं नास्ति. तत्र तस्मात् प्राक् नाम प्राचीनकाले सन्धिशब्दः तत्र परम्परागतशब्दः आसीत् व्याकरणलोके. अतः स च शब्दः स्वीकृतः अस्ति, किन्तु औपचारिकरूपेण अष्टाध्याय्यां तस्य अर्थः कः इति न कुत्रापि उक्तः, न कुत्रापि उक्तमस्ति. अपि च प्रकृतिभावसूत्राणि तानि सर्वाणि अत्सन्धिप्रकरणे अन्तर्भूतानि इति कृत्वा शास्त्रीयरीत्या प्रकृतिभावः सन्धिः एव इति वक्तव्यमस्ति. सन्धिः एव अस्ति तत्र शास्त्रीयरीत्या चिन्तनं कुर्मः चेत् तत्र कार्यम् इति तु अस्ति, नाम विधिसूत्रमस्ति चेत् कार्यमस्ति, कार्यं तत्र अच्वर्णानामेव कार्यमिति कृत्वा अच्सन्धिः अच्सन्धिप्रकरणे अस्ति इति कृत्वा. किन्तु अत्र अधिकं महत्त्वं नास्ति, सन्धिः वदामः न वदामः, अत्र सारल्यार्थं सारल्यार्थं उच्यते. एकनिमेषं महोदय, उच्यते यत् इदं सन्धिकार्यं नास्ति, यतोहि अत्र सन्धिकार्याभावः प्रकृतिभावः इति उच्यते. हा हरीश् महोदय, किं वक्तुम् इच्छति? परन्तु तत् सन्धिः इति वक्तुं न शक्नुयात्, यतोहि तत्र वर्णानां विकारो वा व्यत्ययः वा न भवति खलु संहितायां तु सत्यमेव. कुत्रचित् भवति कुत्रचित् न भवति, किन्तु यथोक्तं मया यथोक्तं सन्धि इत्यस्य कृते संज्ञासूत्रं नास्ति, अतः सन्धिनामकः इति तत्र सारल्यार्थम् एतत् सर्वं वदामः, किन्तु शास्त्ररीत्या प्रकृतिभावः अपि कार्यमस्ति, इदमपि कार्यमस्ति. इमानि सूत्राणि विधिसूत्राणि तैः कार्यं विहितमस्ति. मया पृष्टमपि नाम वैयाकरणानां कथनम् अस्ति यत् इदं सर्वं सन्धिकार्यमेव अस्ति, तत्र सन्धिकार्यं नास्ति इत्यस्य आधारः नास्ति. सन्धिः नाम कः इति केवलं रूढि व्यवहारः अस्ति. अपि च सन्धिप्रकरणे प्रकृतिभावविधायकसूत्राणि सन्ति, किन्तु अन्ततो गत्वा अस्य अधिकं महत्त्वं नास्ति वस्तुतः, खलु? अस्माकम् अवगमनं भवेत् किं कार्यमस्ति इति इति अवगन्तव्यमस्ति इति मुख्यं. सत्यं महोदय, प्रायः तत् सन्धिः इति शब्दः पाणिनिना नोपयुक्तः इति तु तत्र किं तत्र अर्थः अस्ति. प्रायः अस्माकं प्रश्नः एवं भवेत् तत्र समासे सत्यपि कथं वा प्रकृतिभावः तत्र प्रवर्तेत इत्येव प्रश्नः आसीत् इति मन्ये तत्र. तत्तु किम् अहमपि किञ्चित् चर्चितम् अद्य, किम् इत्युक्ते तत्र संहितायां सत्याम् अपि प्रकृतिभावः विहितः अस्ति ऋत्यकः इति सूत्रेण. अत एव तत्र समासे सत्यपि तत्र संहितानित्या, परन्तु सन्धिकार्यं भवति वा न भवति वा इति वक्तुं न शक्नुयात्. तदेव तत्रापि सूत्रेण विहितः विहितं कार्यं भवति तत्र प्रकृतिभावः अत एव राजऋषिः इति समासे सत्यपि तत्र प्रकृतिभावः विहितः अस्ति इति प्रायः अत्र अभिप्रायः वर्तते. हा इदानीं मया यत् उक्तं तत् वैयाकरणां मतमस्ति न भवतः मतं न मम मतं वैयाकरणां कथम् इदानीम् इदमेव अतः यत्किमपि भवतु नाम किन्तु अग्रे गच्छेम इदानीं किञ्चित् पुनस्मरणं कुर्मः प्रकृतिभावः नाम कः कीदृशानि कार्याणि भवन्ति. तर्हि प्रथमतया ऋत्यकः ऋत्यकः इत्यस्मिन् लक्ष्मीभगिनी किञ्चित् वदति वा. भगिनी अस्ति आं महोदय. ऋत्यकः इत्युक्ते अत्र प्रकृतिभावसन्धेः विधायकसूत्रं पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे शाकल्यस्य मतेन पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः भवति यदि ऋति ऋकारः परे चेत्. तस्य उदाहरणं वदतु. अत्र अत्र पुस्तके अस्ति एव. आम् आं महोदय. वर्षायोगः ऋतुः वर्ष ऋतुः इति भवति. तत्र वर्षाशब्दस्य अन्तिमवर्णः दीर्घ आकारः ऋतुः शब्दस्य प्रथमवर्णः ऋकारः आकार ऋकार योजनेन तत्र ऋत्यकः इति सूत्रेण ह्रस्व अकारः आगच्छति तदर्थं वर्ष ऋतुः इति भवति. प्रकृतिभावः अत्र वर्णविकारः जातः सन्धिपकरणे अस्ति इति कृत्वा सन्धिः इति मन्यते तैः. किन्तु अस्माकं परिचितसन्धिः बाध्यते. अत्र कः सन्धिः भवति स्म? विकल्पेन गुणसन्धिः भवति. आकारः ऋकारः समीचीनम् अस्ति. अत्र गुणसन्धिः भवति स्म न नो चेत् प्रकृतिभावः. प्रकृतिभावः इति अस्मिन्नपि विकारः जातः खलु आकारस्य अकारादेशः जातः. अस्तु समीचीनमस्ति इति स्पष्टं स्यात्. तर्हि द्वितीयस्य उदाहरणं पश्येम. अधुना अस्तु बालसुब्रह्मण्यं वद भवानेव वदतु कृपया. अत्र एकोसवर्णे शकाल्यस्य ह्रस्वश्च इति अस्ति. आम् द्वितीय उदाहरणं वर्षायोग ऋतुः न अत्र दधियोगः. अत्र सूत्रम् एकोसवर्णे शाकल्यस्य ह्रस्वश्च वर्णे साकल्यस्य ह्रस्वश्च इति सूत्रेण उदाहरणं दधि योग अत्र दधि अत्र अति इकारस्थाने इकारः एव आदेशः भवति. योग अत्र दधि अत्र सूत्रार्थः कः किं भवति स्म? इक इक परम् इक परे स वर्णे स वर्ण अस्ति चेत् साकल्यमतेन ह्रस्वः भवति. सवर्णः पदान्तः अस्ति चेत् अस् असवर्णे अचि परे असवर्णे अस्ति चेत् इक् वर्णस्य पदान्त इक् वर्णस्य ह्रस्वः आदेशः हा अस्य उभयत्र ऋत्यकः इकोसवर्णे शाकल्यस्य ह्रस्वश्च इति उभयत्र ह्रस्वादेशस्य बलेन साधारणसन्धिः अत्सन्धिः न भवति. साधारण अत्सन्धिः इत्युक्ते तत्र विशिष्टतया वक्तव्यमस्ति कः सन्धिः न भवति इति. वस्तुतः सन्धिः न भवति इति सूत्रेण न उक्तं किन्तु खलु इति सारल्यर्थम् एतत् सर्वम् उच्यते अत्र. हा नाम एको यनचि इति सूत्रं प्रबाद्य एको सवर्णे शाकल्यस्य ह्रस्वश्च इति सूत्रं प्रवर्तते इति वक्तव्यमस्ति वस्तुतः. सन्धिशब्दः एषु नाम शास्त्ररीत्या सन्धिशब्दः एव नायाति खलु इति अस्ति. अस्तु समीचीनमस्ति इति सामान्यचिन्तनमस्ति. इदानीम् अग्रे गच्छेम. रामप्रिया भगिनी. हा तत्र इदानीं प्लूतप्रकृतिभावः इति अस्ति. प्रथमं सूत्रं प्रमुखसूत्रं किं? प्रथमम् अस्ति प्लुतप्रकृत्या अचिनित्यम् इति. अत्र प्लुतवर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठति अचि परे इति अस्ति. प्रगृह्यवर्णाः इत्युक्ते ईकारान्त ऊकारान्त एकारान्त द्विवचनशब्दाः प्रगृह्यसंज्ञकः इति अस्ति. तत्तु नित्यं तिष्ठन्ति यदा अचि परे अस्ति चेत्. प्रथमतया तत्र प्लूतवर्णः अथवा प्रगृह्यवर्णः प्रगृह्यवर्णाः बहवः सन्ति. अग्रे दक्ष्यामः. प्लूतवर्णः इत्युक्ते दीर्घ उच्चारणं भवति तस्य कृष्णा इति. हा तदपि विकल्पेन भवति. केन सूत्रेण विकल्पेन? प्लुत प्रगृह्य अचिनित्यम् न विकल्पेन प्लुतवर्णः कदा केन सूत्रेण? प्रकृत्या संहित्यामिति एव. हा दुराधूते च. ओ ओ क्षम्यता. दुराधूते च दूरात् सम्बोधने यदा वाक्यं तस्य ते प्लुतः वा स्यात्. आम् दूरात् सम्बोधनं करोति चेत् तत्र तु प्रकृतिभावः विकल्पेन भवति. न प्लूतवर्णः भवति चेत् प्रकृतिभावः तत् नित्यम् अस्ति. किन्तु विकल्पेन प्लूतवर्णः भवति सम्बोधनावसरे. दूरात् सम्बोधनावसरे तत्र प्लूतवर्णः विकल्पः वैकल्पिकः अस्ति. वा स्यात् वा इति अस्ति खलु वा. हा नाम कृष्ण इति अनेन अस्माकं विवक्षानुसारं भवति. नाम अकारः अतीवदीर्घः भवति चेत् तत्र नित्यं प्रकृतिभावः भवति. किन्तु भवति चेत् इति उक्तं नाम यथा हा यथेच्छम् अस्माकं यथा विवक्षा इति अस्ति. हा भवति चेत् तत्र नित्यमस्ति खलु. नित्यं प्लूत प्रगृह्या अचि नित्यं नित्यमिति सूत्रे अस्ति नित्यं. हा तत्र उदाहरणमस्ति किम्? अत्र यदा प्लुतप्रकृतिभावः उदाहरणः अस्ति आगच्छ कृष्णयोगः अत्र गोचरति इति. तत्र तु कृष्णा एव तिष्ठति दूरादुदेते च इति सूत्रेण. दूराधूते इति सूत्रेण आकारः तिष्ठति इति अस्ति वा? अतः आगच्छ कृष्ण अत्र गोचरति इत्येव वाक्यं तिष्ठति. प्लुतप्रकृतिभावः इति अस्ति अत्र. प्लुतप्रगृह्य अचि नित्यम् इत्यनेन नित्यं तिष्ठति. दुराधूते च अतिनेन दीर्घ न दीर्घ इत्युक्ते प्लुत अकारः विकल्पेन अस्ति. अनेन प्रकृतिभावः इति न विकल्पेन दुरात् सम्बोधनम् इति भवति चेत् अस्माकं तत्र प्लुतस्वरः भवितुम् अर्हति विकल्पेन. अस्तु, समीचीनमस्ति. तर्हि द्वितीयम् अग्रे गच्छेम. अधुना रविमहोदय, तत्र अग्रिमम् उदाहरणं किमस्ति? रविमहोदय अस्ति वा पुस्तके? आं, नाम तत्र सूत्रं प्लूतप्रगृह्या अचि नित्यम् इत्यस्मिन् तत्र प्रगृह्या इति अस्य प्रथमम् उदाहरणं किं? प्रगृह्यसंज्ञक उदाहरणं गृहसंयुक् उदाहरण अनादि उभौ अनादियोग योग उभौ अत्र अनादि उभौ गृहसंयुक् अत्र अस्ति. किं किं किमिति उभौ इति? प्रगृहसंज्ञक अस्ति द्विवचन उकारादि द्विवचन अस्ति. कः शब्दः द्विवचने? उभौ. उभौ द्विवचने इति अस्ति इति मुख्यवार्ता नास्ति. अत्र अग्रिमं सूत्रं पठतु महोदय. दुराधूते न न ईदूदेत् ईदूते द्विवचनं प्रगृहम् ईकारान्त् उकारान्त् एकारान्त् द्विवचनात् शब्दः प्रगृहसंज्ञक संज्ञकः स्यात्. हा, तर्हि अत्र कस्य कः द्विवचनान्त शब्दः? यस्य अन्ते ईकार उकार एकार द्विवचनान्त अस्ति. हा, तर्हि अस्मिन् उदाहरणे किम् अस्ति? अनादि. हा, अनादि अनादि इति शब्दः अस्ति मुख्यम्. अनादि अव्ययः नास्ति? अव्ययं तु नास्ति. अनादि इति अव्ययमेव नास्ति. तत्र द्विवचनान्त शब्दः अस्ति. अत्र इकारान्त ह्रस्व इकारान्त शब्दः अस्ति. यथा मुनिशब्दः, मुनिशब्दः प्रथमं वक्तौ रूपाणि कानि सन्ति? मुनिः स्पष्टतया मुनयः मुनिः मुनि मुनयः. हा, तर्हि अत्र द्विवचने अस्ति अनादिः अनादि अनादयः. अत्र द्विवचने अस्ति अनादी, खलु? इति कृत्वा सूत्रं किं वदति? इकारान्तः उकारान्तः एकारान्तः च द्विवचनान्तशब्दः प्रगृह्यसंज्ञकः स्यात्. तर्हि अत्र केवलं संज्ञासूत्रमस्ति खलु? संज्ञासूत्रं नामकरणं, केवलं नामकरणं. विधिसूत्रं किम्? विधिसूत्रं रित्यक् प्लुतप्रगृह अचि नित्यम्. हा, प्लुतप्रगृह्या अचि नित्यम् अनेन विधिसूत्रेण प्रकृतिविभागः प्रकृत्या विभाग प्रकृत्या इति विधीयते प्रकृत्यासंहितायां नित्यं प्रकृत्यासंहितायां. तर्हि अस्यां दशायां किं भवति? अत्र जनसन्धेः निमित्तम् अस्ति, किन्तु तस्य बाधक प्लुत् प्रगृहे अचि नित्यम् इति सूत्रम् अस्ति. हा, अतः फलमस्ति अनादि उभौ. अत्र अत्र कार्यमस्ति, कार्यं विहितमस्ति, कार्यमस्ति यत् यथावत् तिष्ठति इति एकं कार्यं, किमपि कार्यं न जातमिति नास्ति, कार्यं जातमस्ति, अपि च अत्र नित्यमस्ति। अतः यथा रुटिप्रकृतिभावः तत्र विकल्पेन अस्ति, अत्र विकल्पेन नास्ति, नित्यम् अनादि उभौ, यन्सन्धिः न इत्यस्य अवसरः नास्ति। अस्तु, एकं द्वितीयम् उदाहरणं पश्येम, अत्र सरला भगिनी वदति वा? महोदय, एकः प्रश्नः अस्ति, किञ्चित् संशयः अस्ति इदानीम्। आम् आम्, अत्र पदान्ते यः ईकारः उकारः एकारः अस्ति, तान् दीर्घं दीर्घतम भवतु अथवा श्रुतम् अपि भवितुम् अर्हति? दीर्घः दीर्घः अस्ति, दीर्घः अस्ति, नाम ए ईकारः उकारः दीर्घः, एकारः इति तु अस्ति एव, यथा ह्रस्व इकारः ह्रस्व उकारः इति, अत्र अनेन न किमपि कार्यमस्ति खलु? तत्र संज्ञासूत्रं पश्यतु महोदय, ईच उच्च एच्च ईदूदे समाहारद्वन्द्वः, तत्र दीर्घ इकारः दीर्घ उकारः, अस्तु, स्पष्टं स्यात्। सरला भगिनी, आं महोदय, द्वितीय उदाहरणमस्ति गुरु योग उत्तिष्ठतः, अत्र गुरु द्विवचने गुरुः शब्दस्य द्विवचनमस्ति, तथैव तिष्ठति, उकार अस्ति, तत्र गुरु उत्तिष्ठतः प्रकृतिभावः, अत्र सुवर्णदीर्घसन्धेः अवसरः आसीत् किन्तु न भवति। अस्तु, समीचीनमस्ति। अपि च वने एते इति अपि एकारः अस्ति इति कृत्वा तत्र वनं वनशब्दः अस्ति, नपुंसकलिङ्गशब्दः अस्ति, द्विवचने वनं वने वनानि इति कृत्वा वने द्विवचने अस्ति, वने एते इति कृत्वा तत्र यातवादादेशसन्धिः भवति स्म, एकादश स्थाने अयादेशः भवति स्म, न भवति वने एते इति। श्रूयते वा अस्माकं सर्वेषु? अस्तु, समीचीनमस्ति इति कृत्वा अधुना अन्तिम उदाहरणत्रयमस्ति, इकारान्त उकारान्त अमि इति द्वितीयमस्ति, तावत् अस्माभिः प्राप्तं। सुब्रह्मण्यं महोदय, तत्र कृपया पठतु अमि। अत्र पुस्तकात् महोदय, द्वितीयमस्ति, अनन्तरं सूत्रम्। अनन्तरं सूत्रम् अस्ति महोदय, सूत्रम् अस्ति अत्र अदसो मात्, न द्वितीयं वाक्यमस्ति खलु, अमि इत्यस्य ईकारः प्रगृह्यः भवति महोदय, अमि इत्यस्य ईकारः प्रगृह्यः भवति, तत्र सूत्रं किम्? सूत्रमस्ति अत्र अदसो मात्, अदस् शब्दस्य मकारात् परः ईकारः ऊकारः च प्रगृह्यसंज्ञकौ स्तः, अस्यात् परा विदुतौ, अस्यात् परा विदुतौ प्रगृह्यौ स्तः अमु अमि। अदस् शब्दः त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयाविभक्तौ च द्विवचने अमू इति रूपं भवति, पुंलिङ्गे प्रथमाविभक्तौ बहुवचने अमी, अदसः षष्ठ्यन्तं, मात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम्। ईदूदे द्विवचनं प्रगृह्यम् इत्यस्मात् ईदूत् प्रगृह्यम् इत्यनयोः अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् अदसः मात् ईदूत् प्रगृह्यम्। अत्र अदस् इति एकः एकं प्रातिपदिकमस्ति, तस्य शब्दस्य मकारात् परः यदि ईकारः वा ऊकारः वा अस्ति तर्हि सः प्रगृह्यसंज्ञकः, स च शब्दः प्रगृह्यसंज्ञकशब्दः भवति. अत्र उदाहरणार्थमस्ति अत्र अमू इति. अमू इति तु द्विवचने त्रिषु लिङ्गेषु प्रथमाविभक्तौ अपि च द्वितीयाविभक्तौ भवति. अमी इति केवलं पुल्लिङ्गे, प्रथमाविभक्तौ बहुवचन शब्दः. अनन्तरमत्र अदसः मात् ईदूत् प्रगृह्यम् इति अनुवृत्तिसहितसूत्रमस्ति. अत्र अदसः इति अदसः अत्र अदसः मात् इति अत्र पञ्चम्यान्तमस्ति. मात् इत्युक्ते अत्र मकारात् परः. ईदूत् इति प्रथमान्तमस्ति. ईदूत् न, ईदूत् प्रथमान्तं तु न भवति खलु महोदय. अत्र ईदूत् ईदूत् प्रथमान्तमस्ति. अत्र केवलमत्र संज्ञासूत्रमस्ति. अत्र ईदूत् इत्युक्ते अत्र ईकारः वा ऊकारः वा ता अस्ति. अतः अत्र तपरस्तत्कालचेत्यनेन ई वर्णः अथवा ऊ वर्णः. यदि अदस् शब्दस्य मकारान्त मकारात् परे यदि ईकारः वा ऊकारः वा अस्ति चेत् स च शब्दः प्रगृह्यशब्दः भवति इति. हा, अत्र ईत् ऊत् तत्र तकारस्य स्थाने दकारः भवति हल्सन्धिं कृत्वा. ईदूत् इति सर्वे अवचेयुः, समीचीनमस्ति. ईदूत् प्रगृह्यम्. अत्र पश्यन्तु, इमानि सर्वाणि सूत्राणि केवलं संज्ञासूत्राणि सन्ति. नामकरणं सर्वत्र केवलम् एकः एव विधिसूत्रमस्ति. एकमेव विधिसूत्रमस्ति, प्लूत प्रगृह्या अचि नित्यम्. तर्हि प्रगृह्यसंज्ञा कुत्र भवति इति अस्य प्रदर्शनार्थम् इमानि सूत्राणि सर्वाणि आगच्छन्ति. तत्र ईदूत् द्विवचनं प्रगृह्यम् इति अस्ति खलु, तत् केवलं नामकरणमस्ति. तत्र द्विवचनान्तशब्दः ईकारान्तः उकारान्तः एकारान्तः वा चेत् तत्र प्रगृह्यसंज्ञा भवति इति कृत्वा नामकरणम् एव अस्ति. अदसो मात् अपि तथा. तत्र ओत् इति अग्रे अस्ति, अपि तथा अस्ति. तर्हि अस्माकं विधिसूत्रम् एकमेव अस्ति. विधिसूत्रम् इत्युक्ते किं, रमेशमहोदय वदतु. रमेशमहोदय अस्ति? हा, अस्तु. तर्हि सुब्रह्मण्यमहोदय, भवान् एव वदतु विधिसूत्रम्. एकनिमिषं महोदय. विधिसूत्रम् इत्युक्ते अत्र किमपि कार्यं भवति तेन यदि तस्य सम्भावना तस्याः सम्भावना सूत्रस्य सम्भावना अस्ति चेत् सूत्रस्य कार्यं भवति. यत्किमपि कार्यं विहितमस्ति सूत्रे तत् कार्यं भवति. तद्विधिसूत्रमस्ति. हा, विधिसूत्रेण कार्यं भवति. यत्र कार्यं भवति, किमपि परिवर्तनं भवति, तत् कार्यं विधिसूत्रेण. तर्हि अत्र एकमेव विधिसूत्रमस्ति. यत्र प्लुतवर्णः अस्ति, अत्र प्रगृह्यसंज्ञकः वर्णः अस्ति, अनन्तरम् अच् वर्णः अस्ति, तत्र नित्यं प्रकृत्या तिष्ठति, यथावत् तिष्ठति. अस्तु, अदसो मात् इति तत्र उदाहरणमस्ति किं, सुब्रह्मण्यमहोदय अग्रे वदतु. अत्र उदाहरणमस्ति अत्र अमी योगः आश्रमाः. अत्र अमी इति अत्र बहुवचने पुल्लिङ्गप्रथमाविभक्ति तौ बहुवचनरूपमस्ति. अमी इति योगः आश्रमाः. अमी इति इदानीम् अत्र अदसो मात् इत्यस्मात् अत्र अमी इति प्रगृह्य शब्दः. दीर्घ ईकारान्त अन्तः दीर्घ ईकारान्तः अस्ति, मकारात् परे अपि अस्ति, अतः अमि इति प्रगृह्यसंज्ञकशब्दः। अनन्तरम् अत्र आश्रमाः इति अस्ति, अत्र आश्रमाः इत्यस्य आ इति अच्वर्णः अस्ति, अतः अत्र पूर्वं प्रगृह्यसंज्ञकश वर्णः अनन्तरम् अच्वर्णः, अतः अत्र प्लुतप्रगृह्य अचि नित्यम् इत्यस्य प्रसक्तिः अपि कार्यमपि अस्ति, अतः अमी आश्रमाः इत्येव भवति। बहु समीचीनमस्ति। तत्र अदस् शब्दस्य अदस् इति शब्दस्य अर्थः कः इति कोऽपि वदति वा? राजेन्द्रमहोदय जानाति वा? न महोदय, अहं न जानामि। अत्र विद्याभगिनी जानाति वा? संस्कृते न जानामि महोदय। न, सामान्यशब्दः अस्ति अदस् इति, सर्वनामशब्दः अस्ति, सर्वनामशब्दः अस्ति यथा तत्। तदनन्तरं तदनन्तरमिति न, तत्र एषः सः सः इति अर्थः अस्ति, एषः इति वस्तुतः एषः इति अर्थः, एषः अयम् एषः ततः एषौ इति एषः एषः इति यत् विभक्तिरूपाणि किञ्चित् वदति वा विद्याभगिनी? एषः एषः एतौ एते एतम् एतौ एतान् हा इति रूपाणि भवन्ति खलु, वयं जानीमः। तत्र इदानीं किञ्चित् प्रतिध्वनिः अस्ति, कस्यचित् स्पीकर् फ़ोन् अथवा एवम् अस्ति चेत् हा समीचीनं। तर्हि यथा पुल्लिङ्गशब्द पुल्लिङ्गे अदस् इति शब्दः, तस्मिन्नेव अर्थे एषः एषः एतौ एते एताम् एतौ एतान् इत्यस्मिन् अर्थे असौ अमू अमी अमुम् अमू अमून् इति तावदेव अस्ति, अन्यत् किमपि नास्ति, सर्वनामशब्दः अस्ति। असौ अमू अमी अमुम् अमू अमून्। तर्हि अत्र द्विवचने अमू अस्ति, प्रथमाभक्तौ द्वितीयविभक्तौ च अमू, अपि च बहुवचने प्रथमाभक्तौ अस्ति अमी इति पुल्लिङ्गे इति, एतादृशप्रयोगः भवति, किमपि नास्ति, सर्वनामशब्दः अस्ति। हा अस्तु अग्रे एकः प्रश्नः अस्ति, कुत्र एषः सः उपयोगं भवति, कुत्र इदम् अदस् उपयोगं भवति? न न, तत्र अयम् अथवा एषः तत्र त्रयः शब्दाः सन्ति, त्रयः शब्दाः सन्ति, यत्र सामीप्यमस्ति एषः अथवा अयम् अथवा असौ, तत्र अर्थभेदः नास्ति। नाम यथेच्छं यथेच्छं भवति विवक्षानुसारं, वक्तुः इच्छानुसारं भवति, यथा अयम् अयं पुरुषः अथवा एषः पुरुषः, अयं पुरुषः गच्छति, एषः पुरुषः गच्छति, असौ पुरुषः गच्छति इति तादृशमस्ति, तावदेव अस्ति। अस्तु अग्रे गच्छेम। अधुना कः न उक्तवान् तावता, सरला भगिनी उक्तवती खलु, पद्मा भगिनी अग्रे तत्र अस्माकं द्वितीयम् उदाहरणमस्ति अहो योगः अत्र, तत्र तृतीयं वाक्यम् उपरि लिखितमस्ति ओकारान्तम् ओकारान्तम् अव्ययम् आ इत्यव्ययं च न ग्राह्यः प्रगृह्य भवति प्रगृह्यं भवति। तत्र द्वितीयम् उदाहरणं किमस्ति? अहो अव्ययम् अस्ति, अत्र पदं भवति न द्वितीयम् उदाहरणमस्ति खलु अधोभागे अहो योगः अत्र अहो योगः अत्र अहो अत्र सम्भवति अत्र किं भवति इति विकल्पे पूर्वरूपसन्धि भवति परन्तु प्रकृतिभावश्च विकल्पेन किमर्थं वदति भवति तथा अत्र ओकारान्त ओकारान्त अकारान्तयोग अत्र विकल्पेन नास्ति अत्र विकल्पेन तथा किमपि नास्ति स्वभावेन अस्ति विकल्पेन कुत्र विकल्पेन तु नास्ति ओत् ओत् इति नामकरणमस्ति नाम संज्ञासूत्रमस्ति संज्ञासूत्रं पठतु निपातशब्दः प्रगृह्यसंज्ञः स्यात् हा ओकारान्तनिपात नाम अव्ययशब्दः ओकारान्तनिपातशब्दः प्रगृह्यसंज्ञकः स्यात् इति तावदेव अपेक्षितम् अत्र इदानीम् अनुवृत्तिसहितसूत्रमस्ति ओत् निपातः प्रगृह्यम् इति नामकरणमस्ति अत्र सर्वत्र किमपि नास्ति जनानां तत्र भयं न स्यात् खलु अत्र ओत् इति यत् अव्ययः अव्ययशब्दः यस्य अन्ते ओकारः अस्ति तस्य प्रगृह्यसंज्ञः भवति अनन्तरम् उपरि गच्छतु करपत्रे प्लूतप्रगृह्या अचि नित्यम् इति सर्वत्र अत्र नित्यमस्ति नित्यमस्ति प्रकृतिभावः हा तर्हि ओ अहो योगः अत्र इत्यस्मिन् पूर्वरूपसन्देः तत्र अवसरः नास्ति नाम प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति नितरां न भवति अहोत्र अहोत्र इति न भवति न भवितुमर्हति यतोहि अत्र अहो इति अव्ययशब्दः अस्ति तस्य अन्ते उकारः अस्ति इति कृत्वा अहो अत्र इति एव अस्ति सहदेव महोदय अग्रे अन्तिमम् उदाहरणं महोदय आ योगः इवं नु मन्यसे वृत्तिसन्देः निमित्तम् अस्ति इति आ एवं नु मन्यसे हा इति अस्ति तर्हि अत्र वृद्धिसन्धिः इति कुत्र भवति स्म वृद्धिसन्धिः न भवति महोदय किन्तु कुत्र भवति स्म अत्र कयोः वर्णयोः वृद्धिसन्धिः भवति स्म वृद्धिसन्धिः ह्रस्व अथवा दीर्घ आकारः पूर्वं किन्तु अस्मिन् उदाहरणे कुत्र भवति स्म वृद्धिसन्धिः आ योगः एवं नु मन्यसे अत्र अस्मिन् कुत्र भवति स्म तत्र आकारः अस्ति अग्रे एकारः अस्ति तत्र वृद्धिसन्धिः भवति स्म नाम आकारः योगः एकारः पूर्वम् अवर्णः अनन्तरं एच् इति अस्ति इति कृत्वा वृद्धिसन्धिः भवति स्म ऐ तत्र किन्तु न भवति अपि च अस्माकं सूत्रमस्ति सूत्रं किं राजेन्द्रमहोदय पठतु कृपया निपात् महोदय निपात् एकाजनाणः एकाजनाङ् एकाजनाङ् एकाच् निपातः प्रगृह्यसंज्ञकः स्यात् आण् वर्जयित्वा एकौज् निपातः तत्र अनुवृत्तिसहितसूत्रम् अनाङ् एकाच् निपातः प्रगृह्यः यथा यदा तत्र आङ् आङ् न न भवत् न अस्ति तत्र तत्र यः आशब्दः अस्ति आकारः अस्ति तस्य निपातः अस्ति सः तत्र प्रगेहसंज्ञक सूत्र संज्ञासूत्रमस्ति अत्र प्रगेहसंज्ञा हा अतः आ इति अव्ययमस्ति आ योगः एवम् इति कृत्वा वृद्धिसन्धिः वृद्धिसन्धेः प्रसक्तिः अस्ति किन्तु अत्र अवसरः नास्ति इति कृत्वा आ एवम् इति यथावत् तिष्ठति इति प्रकृतिभावः अस्य प्रयोगः अधिकं न भवति खलु केवलं प्रदर्शनार्थम् इदानीं रहस्यं नास्ति सर्वेषाम् अवगमनं जातमिति मन्ये अग्रे गत्वा इदानीम् अभ्यासः अस्ति किञ्चित् अग्रे पश्यामि जगन्नाथमहोदय अग्रे अग्रिमेपुटे तत्र अभ्यासः अस्ति यथोदाहरणं स्वरसन्धि नाम जगन्नाथमहोदय अस्ति वा अस्तु सुमित्रा भगिनी सत्यं प्रथमम् उदाहरणम् अस्ति आत्मन्येव समचिरः आत्मनि योगः एव वर्णक्रमः आत्मन् योगः इ योगः ए योगः ब आत्मन् योगः इ इति स्थाने आदेशः भवति यन्सन्ति योगः ए युगः वा इति यन्सन्ति इति यर्णसन्धिः अस्तु प्रथमं करोतु सकरौ योगः उभौ अस्तु तावत् इदानीं वर्णक्रमः इति मा पठतु अनन्तरं नो चेत् अस्माकं कार्यं न कदापि समाप्यते इदानीं तर्हि सन्धिपदम् अपि च पदविच्छेदः तावत् पठनेन अस्माकं विचारः मनसि आगच्छेत् नाम निःश्रेयसकरौ योगः उभौ तस्यां दशायां किं भवति ज्ञातवन्तादेशसन्धिः अस्ति अस्तु समीचीनमस्ति अग्रे विद्याभगिनी कालेनेह अत्र कालेन योग इह अकार योग इकार द्वयोः स्थाने एकार भवति गुणसन्धिः भवति कालेनेह गुण इति कृत्वा गुणसन्धिः अस्तु समीचीनमस्ति अग्रे सुब्रह्मण्यमहोदय अग्रे ब्रह्मैव अत्र ब्रह्मयोगः एव अत्र अकारः एकारः द्वयोः मेलनेन ऐकारः अतः अत्र वृद्धिसन्धिः ब्रह्मैव हा समीचीनमस्ति हरीशमहोदय अग्रे वदति वा इमे अवस्थिताः इमे अवस्थिताः इति तत्र एङ्गः पदान्तादपि इति कृत्वा तत्र पूर्वरूपसन्धिः हा पूर्वरूपसन्धिः बहु समीचीनमस्ति महोदय तत्र किं भवति स्म न कं नाम किं सूत्रं प्रपाद्य हरीशमहोदय अस्ति वा अस्तु, अन्य कोऽपि वदति वा? अजयमहोदय अस्ति, अजयमहोदय, तत्र इमे योगः अवस्थिताः, अत्र किं भवति स्म? क्षम्यतां महोदय, अहं म्यूट् मध्ये आसम्, क्षम्यताम्, इदानीम् अत्र किं भवति? अत्र किं महोदय? एचो युवायावः तेन तत्र अयादेशः, एकादश स्थाने अयादेशः इति भवति स्म, किन्तु पदान्ते अस्ति इति कृत्वा न. अस्तु, समीचीनं, धन्यवादः महोदय. अग्रे जय महोदय. पश्यैतां, पश्य योगः एताम्, अकारयोगः एकारः, ऐकारः आदेशः, पश्यैतां वृद्धिसन्धिः. हा, वृद्धिसन्धिः अस्ति. अस्तु, समीचीनमस्ति. इतोपि अग्रिमं करोतु अनन्तरं. सर्वाणीन्द्रियक्रमाणि, सर्वाणि योगः इन्द्रियक्रमाणि, इन्द्रियकर्माणि, इकारयोगः इकारः, दीर्घ इकारः आदेशः, सवर्णदीर्घसन्धिः. हा, समीचीनं रामपि भगिनि, अग्रे. आम् आं महोदय, वेद वेदविनाशिनम् अत्र आकार वेदयोगः अविनाशिनं, तत्र तु सवर्णदीर्घसन्धिः, अकः सवर्णे दीर्घ इति सूत्रेण, आकारः योगः आकारः दीर्घ आकारः. द्विधं तु योगः इदम्, अत्र उकारः योगः इकारः यन् सन्धिः. यन् सन्धिः अस्ति, यन् समीचीनं. हा, अग्रे लक्ष्मी भगिनि. कुरुते, कुरुते अर्जुन, कुरुते योगः अर्जुन, अत्र पूर्वरूपसन्धिः भवति कुरुते अर्जुन अत्र. हा, बहु समीचीनमस्ति. अग्रे भूमावसपत्रम्, भूमौ योगः असपत्नम्, औकारस्य स्थाने अत्र आव् आगच्छति, तदर्थं भूमौ योगः असपत्नं भूमावसपत्नम्, यान्तवान्तादेशसन्धिः भवति. समीचीनं. बालसुब्रह्मण्यमहोदय, अग्रे. आतिष्ठोत्तिष्ठ, आतिष्ठ योग उत्तिष्ठ, अकार उकारस्थाने ओकारः, गुणसन्धिः अत्र. अग्रे इत्यनुसुश्रुम इति योग अनुसुश्रुम, सो इकार अकार इकारस्थाने इ, सो इको यणचि यण् सन्धिः, इकारस्थाने यः आदेशः इत् अनुशुश्रुम इति वदामि. बहु समीचीनमस्ति. तर्हि अग्रे गच्छामि. रमेशमहोदय अस्ति वा? अस्तु, श्रीनिवासमहोदय. द्रक्षसि योग आत्मनि द्रक्षस्यात्मनि, अत्र यान्तवान्तदेशः सन्ति महोदय. अत्र द्रक्षस्य योगः आत्मनि कः सन्धिः अस्ति? द्रक्षस्यात्मनि योग इकारस्य स्थाने यकार स्यात्मनि. कः सन्धिः? यणसन्धिः महोदय. पृच्छति वा, वदति वा? वदामि. यण, यण, यण अस्ति खलु? एकः यण् अचि परे, तत्र एक् वर्णः अस्ति, कः कः वर्णः अस्ति? एक् इकारः इति इक् अनन्तरम् अच् वर्णः आ तस्यां दशायाम् अत्र पूर्वपरयोः इति नास्ति खलु इकारस्य स्थाने यकारः यकारः यण् यण मध्ये अस्तु अग्रे चायोग अक्रियः चाक्रियः अत्र सुवर्णदीर्घसन्धि महोदय हा अस्ति अस्ति रत्ना भगिनी अग्रे हि असन्यस्तं असन्यस्तसङ्कल्पः अत्र इकार अकारयोः मेलनम् अस्ति इकारस्य स्थाने यकारः आदेशः भवति अकारः तथा एव तिष्ठति यञ्सन्धिः भवति समीचीनम् अग्रे तस्य एव अकार एकारयोः योगः अस्ति अत्र ऐकार आदेशः भवति तयोः स्थाने वृद्धिसन्धिः भवति समीचीनं पद्माभगिनी अग्रे हा महोदय कर्मसु योगः अनुषज्यते उकार अकार योगः भवति ज्ञातवान्तादेशसन्धिः अत्र उकारः योगः अकारः ज्ञातवान्तादेशसन्धिः कदा भवति एचो युवायावः खलु एचो युवायावः इति किं वदति प्रथम आरम्भे एच् अनन्तरम् अच् तर्हि अत्र आरम्भे एच् अस्ति उकारः एच् प्रत्याहारे अस्ति भगिनि किम् उकारः एच् प्रत्याहारे अस्ति ए ओ ऐ ओ तर्हि कः सन्धिः अस्ति सहदेव महोदय सहायं करोतु महोदय कर्मसु योगः अनुषज्यते उकारः स्थाने वकारः आदेशः भवति अकारः तिष्ठति हा बहु समीचीनमस्ति महोदय एकः एको यन् अचि एकः स्थाने यण् उकारः एक प्रत्याहारे अस्ति खलु उकारस्य स्थाने यण् भवति अचि परे पद्माभगिनी नावगच्छति वा अस्तु तर्हि अग्रिमं करोतु भगिनि तदा योगः उच्यते तदोच्यते अत्र गुणसन्धिः भवति हा गुणसन्धिः अस्ति अस्तु अग्रे सहदेव महोदय अग्रे आम् आत्मा योगः आत्मनः अकारः योगः आकारः आकारः आदेशः आम् सवर्णदीर्घसन्धिः सवर्णदीर्घसन्धिः समीचीनम् अग्रे हा तत्र योगः एकाग्रम् एकाग्रम् आम् अकारः योगः एकारः ऐकारः आदेशः भवति वृद्धिसन्धिः बहु समीचीनमस्ति रवि महोदय अग्रे श्रीमद्भगवद्गीतासु उपनिषत्सु तत्र सवर्णदीर्घसन्धिः अस्ति श्रीमद्भगवद्गीतासु उपनिषत्सु हा किन्तु सम्यक्तया उच्चारणं करोतु एकवारम् उकारः दीर्घः अस्ति खलु श्रीमद्भगवद्गीतासु उपनिषत्सु अस्तु अग्रे इह योग एकस्थम् अत्र गुणसन्धि वृद्धिसन्धि अस्ति ककार उत्तर अकारः इति अस्य उच्चारणं भवति समीचीनमस्ति. अग्रे सरला भगिनी अग्रे. ते योग अव्ययां पूर्वरूपसन्धि अस्ति. एकार योज अकार पदान्तस्य एकार अकार तस्य पर अस्ति, तस्य कारणे पूर्वरूपसन्धि भवति. अचो यान्तवान्तसन्धि तस्य अपवादः अस्ति अत्र. हा बहु समीचीनमस्ति भगिनि. हा अग्रे अग्रे अथो निर्देशेषु पदेषु सन्धिच्छेदं कुरुत. येन तस्मै वात्मना येन आत्मना पुनः शब्दः कः? येन तस्यै वात्मना सकारः यात्मना यकार अस्ति. येनात् मयि वात्मना येनात् मयि वात्मना येन आत्मन् एव आत्मा येन आत्मा एव आत्मना. हा अत्र के के येन आत्मा तत्र समानदीर्घसन्धि अस्ति. येनात्मा आत्मा एव आ ए अस्ति, वृद्धिसन्धि भवति आत्मैव. वकार अकार आत्मना पुनः सवर्णदीर्घसन्धि अस्ति. हा बहु समीचीनमस्ति भगिनि. राजेन्द्रमहोदय अग्रे. आं महोदय कुरुते अर्जुन. हा अत्र पूर्वरूपसन्धि अस्ति कुरुते योग अर्जुन तत्र पूर्वरूपसन्धि अस्ति एकारः तिष्ठति. तत्र कं सन्धिं प्रबाध्य तत्र महोदय वृद्धि सन्धिं प्रबाध्य परन्तु प्रसक्तिः अस्ति परन्तु कार्यं न भवति. वृद्धिसन्धिं प्रबाध्यति वा? चिन्तयतु अत्र पूर्वम् एकारः अनन्तरम् अकारः ए योगः अ ए योगः अवृद्धिसन्धि महोदय क्षमतां न वृद्धिसन्धि भवान् उक्तवान् एव तत्तु नास्ति. एकारः पूर्वम् अकारः अनन्तरम् अत्र अकारः पूर्वम् एकारः अनन्तरम् इति कृत्वा क्षमतां महोदय यान्तमान्तसन्धिः अस्ति तत्र भवितुम् अर्हति परन्तु न भवति तत्र पूर्वरूपसन्धिः यतो हि पदान्ते अस्ति. अस्तु अग्रे अचिरेण अधिगच्छति तत् अकस्वर्णे दीर्घः सन्धिः अस्ति अचिरेण अधिगच्छति. समीचीनमस्ति. जगन्नाथमहोदय अस्ति वा? आम् क्षम्यतां पूर्वे अहं म्यूट् मध्ये आसम्. द्रक्ष्यस्यात्मन्ये यथो द्रक्ष्यसि आत्मनि यथो आत्मनि अनन्तरं किमस्ति? ओ आत्मनि अथो क्षम्यताम् ओके द्रक्ष्यसि आत्मनि यण् सन्धिः आत्मनि अथो तदपि यण् सन्धिः एव. हा हा सम्यक् अग्रे. पश्यन्त्यात्मन्यवस्थितं पश्यन्ति आत्मनि अवस्थितं पश्यन्ति मन्ये अवस्थितम्. अत्रापि यण्सन्धिः एव. हा, उभयत्र समीचीनम् अस्तु. अग्रे सुब्रह्मण्यमहोदय अग्रे कृपया. आं महोदय. सिद्धावसिद्धौ, अत्र सिद्धौ योगः असिद्धौ, अत्र ऐकारः योगः अकारः, अतः अत्र एचोयवायावः इत्यनेन यान्तवान्तादेशसन्धिः. द्वितीयमस्ति अत्र द्वाकारः. भवान् किम् उक्तवान्? एकारः योगः न न सिद्धौ असिद्धौ, औकारः योगः अकारः. अत्र औकारस्य स्थाने आव् आदेशः, अनन्तरं अत्र आव्योगः आव इति भवति, अतः सिद्धावसिद्धौ. सन्धिः अस्ति यान्तवान्तदेशसन्धिः. समीचीनम्. अग्रे द्वाविमौ, अत्र द्वौ योगः इमौ, द्वौ योगः इमौ, अत्र औ योगः इ, अत्रापि औ स्थाने आव् आव्योगः इ आवि द्वाविमौ. अत्रापि एचोयवायावः सन्धिः अस्ति यान्तवान्तादेशसन्धिः. सुन्दरम्. अस्तु अग्रे विद्याभगिनी. परमात् मेत् युदाहृतः. न, तस्मात् पूर्वं यत् क्षम्यतां, चौषधिः. चौषधीः. चौषधीः च योगः औषधीः. अकारयोगः औकारः, द्वयोः स्थाने औकारः आदेशः भवति. वृद्धिसन्धिः. समीचीनम्. अग्रे परमात् मेत् युदाहृतः. परमात्मा एत् इति अकारयोग इकारः एकारः परमात्मेत् गुणसन्धिः. इत्युदाहृतः इति उदाहृतः. इकारयोग उकारः यकारः यणसन्धिः. सुन्दरम्. अस्तु, इति द्वयं जातमस्ति. अग्रे गच्छेम तर्हि. सुमित्रभगिनी अग्रे. महोदय, तत्र चौषधीः, तत्र औषधीः इति प्रायः पदं भवति वा न जाने. च योगः ओषधीः इत्येव, परन्तु रूपं तु चौषधिः इत्येव भवति, यदि औषधि वा ओषधि वा, परन्तु ओषधीः इत्येव पदं भवति. प्रायः सत्यमेव. ओकारः इति प्रायः स्यात्, औषधिः इति प्रायः शब्दः न स्यात्. अस्ति महोदय, पदकोशे अस्ति महोदय, औषधिः अपि अस्ति, द्वयोः अर्थः समानः एव. द्वयमपि अस्ति. अस्तु अस्तु, द्वयमपि अस्ति महोदय. सुमित्रभगिनी अग्रे. अग्रे यथा उद्बेन योगः आवृतो, यथा योगः उद्बेन योगः आवृतो. सन्धिः यथा आ योगः उ औ अस्ति गुणसन्धिः. अ योगः आ भवति सवर्णदीर्घ. सवर्णदीर्घसन्धिः. अस्तु, अपि च आयोगः उ इति किमासीत्? ओ इति गुणसन्धि. अस्तु अग्रे. सन्धिं उपरिहार्ये योगः अस्ते. उपरिहार्ये अस्ते इति पूर्वरूपसन्धि. तर्हि उच्चारणं किं भवति? उपरिहार्ये अस्ते न अत्र. हा, किन्तु अर्थे इत्यस्य अकारः न उच्चार्यते अत्र. उपरिहार्येर्थे अपरिहार्येर्थे इति अस्ति. हा इति अस्ति हा स तत्र अवश्यम् अर्थे इत्यस्य अकारस्य उच्चारणं न भवेत्। अस्तु हरीश् महोदय अग्रे। आत्मा एव आत्मैव इति तत्र वृद्धिसन्धि अग्रे उपविश्य आसने उपविश्योसने इति तत्र अकार आकारयोः उप सवर्णदीर्घसन्धि भवति इति कृत्वा फलं किमासीत् उपविश्यासने। हा हा सत्यं धन्यवादः महोदय। अजय महोदय अग्रे। ब्रह्मयोगः अर्पणं ब्रह्मार्पणं सवर्णदीर्घसन्धिः अग्रे। मनः षष्ठानि योगः इन्द्रियाणि मनः षष्ठानीन्द्रियाणि सवर्णदीर्घसन्धिः इति अस्ति। रामपि भगिनी अग्रे एकः प्रश्नः पृच्छितुं शक्नोमि वा? हा प्रष्टुं हा हा प्रष्टुं क्षम्यतां। मनः षष्ठानि षष्ठानि इति मनःषष्ठानि न भवति वा? अत्र इदानीम् अस्माकं विषयः नास्ति, समयः जातः, किन्तु तत्र विसर्गः इत्यस्य कार्यं यथावसरम् अग्रे अवश्यं वक्ष्यामः। धन्यवादः। अवश्यं वक्ष्यामः। अग्रे गच्छेम। रामप्रिया भगिनी। आम् आं महोदय। यथा योगः एधांसि अकारः योगः एकारः ऐकारः भवति यथैतांसि प्लवेन योगः एव अत्रापि वृद्धिसन्धिः प्लवेनैव इति अस्ति। लक्ष्मी भगिनी अग्रे। त्वया योगः उक्तं त्वयोक्तं गुणसन्धिः अग्रे। राजसस्य योगः इष्टाः राजसस्यिष्टाः अकार इकार योजनेन यकारः आगच्छति। किञ्चित् पश्यतु चिन्तयतु पुनः अत्र किमस्ति। ओ राजसस्य योगः इष्टाः राजसस्येष्टाः भवति पृच्छति वदति वा? पृच्छामि अत्र राजसस्य इत्यस्य अन्तिमवर्णः कः? अकारः। अकारः योगः इकारः तेन किं भवति? एकारः भवति। गुणसन्धिः इति तु भवति। अस्तु समीचीनमस्ति। अग्रे बालसुब्रह्मण्यमहोदय कृपया अग्रे। उभौ योग अपि उभावपि यान्तवन्तस्सन्ति इति अस्ति। बहु सम्यक् अस्माकम् अभ्यासः जातः समाप्तः च बहु सम्यक्तया। अग्रे यथोदाहरणं सम्बन्धं यथोचितं कुरुत इति गृहपाठरूपेण कुर्वन्तु कृपया। अनन्तरम् अग्रिमे सप्ताहे अस्य पाठस्य आरम्भे या कथा अस्ति तां कथां पठिष्यामः, अतः तां कथामपि पठन्तु आगमनात् प्राक्। अस्य पाठस्य आरम्भे या तां पठतु, अनन्तरं ततः अग्रे हल्सन्धिः इति भविष्यति। अस्तु सम्यक्, धन्यवादः सर्वेषां। नमस्कारः। धन्यवादः। धन्यवादः। कालः।